अस्तु हेतु प्रेक्षातो यथा पूर्वमुक्तम् अहेतो हेतुत्वेन संभावनम् अत्र उदाहरणे पश्यामः तस्य प्रकारद्वयस्यापि रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाध्रुवम् त्वन्मुखाभेच्छया नूनम् पद्मैर्वैरायते शशी इति प्रथमोदाहरणं तु सिद्धविषयक हेतूत्प्रेक्षायाः न खलु स्वाभाविकरक्तौ अङ्घ्री भुवि विक्षेपणाद्धेतोः रक्तवर्णौ पुनरेव प्राप्नुतः तेनात्र भवति हेतूत्प्रेक्षा पुनश्चात्र उत्प्रेक्षितस्य हेतूत्प्रेक्षायाः विषयस्य अत्र उपादानं भवति नाम उल्लेखः भवति स्वीकारः भवति स च विषयः भवत्यत्र विक्षेपणं विक्षेपणम् इति अहेतुः हेतुत्वेन उत्प्रेक्ष्यते खलु तेनात्र विषयस्तु सिद्धः तेनात्र सिद्धास्पद हेतूत्प्रेक्षा पुनश्च द्वितीये उदाहरणे त्वन्मुखाभेच्छया नूनं पद्मैर्वैरायते शशी अत्र वदति त्वन्मुखकान्तिच्छया त्वन्मुखकान्तिं प्राप्तुं पद्मैः साकं शशी नाम चन्द्रः वैरायते वैरिवदाचरति किञ्च अत्र हेतुप्रेक्षास्तीति तु स्पष्टम् यतोहि प्रसिद्धं काव्यलोके शशिपद्मयोः मुखस्य वर्णने उपमानरूपेण स्वीकारः अतः तत्र स्पर्धा भवति इति वयं स्वीकर्तुं शक्नुमः तथा कृते सति तस्मादेव कारणात् तव मुखाभैच्छया मुखकान्तिप्राप्तेः कारणात् तयोर्वैरित्वम् इति खलु अहेतोः हेतुत्वेन सम्भावनं तेनात्रास्ति हेतूत्प्रेक्षा किञ्च न खलु वस्तुतः तत्र कस्याश्चिदपि मुखकान्तेः प्राप्तौ इच्छा पद्मानां वा शशिनो वा तेन उत्प्रेक्षा हेतूत्प्रेक्षा विषयः मुखाभेच्छा न भवति सिद्धः वस्तुतः तेनात्र असिद्धास्पद हेतूत्प्रेक्षा लक्ष्यते इति शम्।